पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 104 ऋषय ऊचुः भूयो वदमहाभाग रामचारित्रमद्भुतं राममाहात्म्यसर्वस्वं भक्तानां प्रीतिदायकं सूत उवाच अश्वमेधं क्रतुवरं कृत्वा दाशरथिर्यथा प्रवृत्तो लोककृत्येषु शास्त्रकृत्येषु कोविदः अयोध्यां गन्तुकामेन शङ्करेण महात्मना पार्वत्या सह देवेन उषितसरयूतटे मुनयस्तं समभ्येद्य शङ्करं विश्वरूपिणम् कश्यपाद्या महात्मानः पप्रचुरमितौजस्सं स्वागतं ते मुनिश्रेष्ठ सभार्य कुत्र आगतः किमागमनकृत्यं ते कं देशं गन्तुमुद्यतः शङ्कर उवाच अहं शम्भुरिधिख्यातो विप्रो हिमगिरिस्थितः द्रष्टुं च राघवं गच्छे मम कार्यं महत्तदः मामाह्वयदि राजासौ पुराणश्रवणे रदः आगच्छन्तु भवन्तोऽपि राघवः परिदुष्यति ततस्ते मुनयः शम्भुर्ययू रामदिदृक्षया तानागतान्वसिष्ठस्तु ज्ञात्वा रामाय चोक्तवान् तदसत्वरमुद्धाय निर्ययौ स पुरोहितः आर्घ्यपाद्यादिकैः सर्वान् पूजयामास तान् ऋषीन् गृहराजं तद सर्वान् प्रावेशयदरिन्दमः प्रत्येकमानसं दत्त्वा स्वागतोक्तासनस्थितान् क्रमेण रघुशार्दूलपूजयामास तान् ऋषीन् वाजामधुरया प्रीणन्निदमाहासनस्थितान् श्रीराम उवाच अद्य मे सफलं जन्म प्राप्तमद्य तपःफलम् अद्याभ्यासस्य विद्यानां फलकालोऽयमागतः अद्य मे पितरस्तुष्टा राज्यं च सफलं मम अद्य मे सफलं वृत्तमद्य मे सफलं श्रुतम् एवं वदन्तं राजानं ब्राह्मणा कश्यपादयः ऊजुप्रियतरं वाक्यं रामं राजीवलोचनं ऋषय ऊजुः अयं शम्भुर्द्विजप्राप्तः सर्वशास्त्रविशारदः वेदवेदाङ्गतत्त्वज्ञः सर्वभूतहितेरदः कैलासवासी सततं तपसे कृतनिश्चयः ब्रह्मणा ब्रह्म वर्चस्के तुल्यो ब्रह्म विदाम्बरः हरिणा ब्रह्मवात्सल्ये प्रसादे शङ्करोपमः एवंविधो महातेजा शम्भुर्ब्राह्मणपुङ्गवः अष्टादश पुराणज्ञो मीमांसान्यायकोविदः त्वद्भाग्यगौरवादेवप्राप्तोऽयं मुनिसत्तमः त्वयाहूदो मुनिवरः कैलासादागदप्रभो अधः पृच्छ महाभागपुराणाख्यानमुत्तमम् श्रोतुकामा वयं प्राप्तास्त्वामध्य रघुनन्दन अन्धं गतस्य देवानां सर्वशास्त्रार्थवेदिनः पुंसोश्रुतपुराणस्य न सम्यग्यादिदर्शनम् सूत उवाच एवमुक्तो रघुश्रेष्ठो मुनिभिस्तत्त्वदर्शिभिः प्रकर्षमदुलं लेभे पुराणश्रवणोत्सुकः श्रीराम उवाच लिङ्गार्चनप्रकारं च लिङ्गमाहात्म्यमेव च महेशानाममाहात्म्यं पूजा माहात्म्यमेव च नमस्कारस्य माहात्म्यं दृष्टिमाहात्म्यमेव च जलदानस्य माहात्म्यं धूपदानस्य सत्तम दीपगन्धादिदानस्य पुष्पमाहात्म्यमेव च नानाख्यानेतिहासानां कथां पापप्रणाशिनीं धर्मार्थकाममोक्षांश्च तदुपायांश्च सुव्रत तत्सर्वं श्रोतुमिच्छामि त्वत्तो मुनिवरोत्तम शम्भुरुवाच राम राम महाबाहो पुण्यवानसि राघव राज्यासक्तस्य ते जादा पुराणश्रवणे रतिः स्यान्महत्सेवया राम पुण्यतीर्थनिषेवणाद सा जिह्वाया शिवं गायेत्तच्चित्तं यत्तदर्पितं तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकराकरौ सुजन्मदेहमत्यर्थं तदेवाशेषजन्मसु यदेवोत्पुलको भासि हरनामानुकीर्तनाद कृतार्थोऽसि महाराज तत्प्रश्नानुगदामदिः अनन्तरं समाजग्मो जाङ्किकाः सत्वराश्रमाः तत्करात् पत्रिकां गृह्य पपाठ लघुसत्तमः मनसा चिन्तयद्राम कथमेदभूदिति रामं शम्भुस्तदा प्राह देव्या ब्राह्मणवेषवान् किं चिन्तयसि काकुस्तमुनिष्वग्रे वसत्स्वपि तद्वाक्यं राघवश्रुत्वा पप्रच्छ मुनिपुङ्गवान् श्रीराम उवाच विभीषणकथमसौ बद्धशृङ्खलया नृभिः मस्थापितं शिवं लिङ्गं दृष्ट्वा रामेश्वरं त्वहो द्राविढैकुटिलैर्दुष्टैरात्मना तद्विचार्यतां विचार्य मुनिवर्यास्ते नेशास्तज्ञातुमल्पदः न जानीम इति प्राहु रामं रामस्तदा ब्रवीद पुराणं वीक्ष्य विधिना तत्सर्वं ब्रूद सत्तमाः भवदज्ञानहेतुश्च विचार्यस्तदनन्तरं किं किं पुराणं प्रेक्ष्यं स्याद्वर्जनीयं तथैव किं प्रशस्तः कीदृशश्लोकस्तदन्यः कीदृशो भवेद् कीदृशेषु च कार्येषु कीदृशपूचकस्तथा पूजा च कीदृशैर्भक्तैः कार्या निर्णयदर्शने इति रामस्य वचनं श्रुत्वा ते द्विजसत्तमाः प्रत्यूचुस्तं रघुश्रेष्ठं चिन्ताव्याकुलमानसं न वक्तारो वरं राम वीक्षतां तु पुराणवित् तच्छ्रुत्वा राघवशम्भुं पप्रच्छ विनयान्वितः सोऽपि तद्वाक्यमाकर्ण्य प्रत्युवाच महामतिः शम्भुरुवाच पुराणजीवी पूजार्हस्वशाखाध्ययनशुचिः मीमांसा तत्त्वविज्ञानश्रोत्रियो नृतदूषकः देवेषु च समस्तेषु समदृष्टिशिवे रदः शदरुद्रियजापी च साग्निकश्चादिवाचकः यजुर्वेदी विशेषेण पूजयेत्पुस्तकं सुधीः श्रीतालपत्रलिखितं देवलिप्यन्विदं शुभम् बन्धाद्यदि प्रपञ्चं यद्युगपत् प्रणवाक्षरं प्रागूर्ध्वं रेखयो प्रान्ते प्रणवस्याग्रयोजिका रेखा भवेद्देवमेका अकारस्तस्य पार्श्वतः शिरोभागमुपक्रम्य सकोणाधः प्रलम्बिनी आकारः स हि विज्ञेयः पट्टिकादक्षरेखया वामे षड्वक्रबिन्दुद्वा विकार इति कीर्तितः तस्य वामशिरोरेखा लम्बिन्या ई उदाहृदः सर्वाक्षरे शिरोरेखा अवक्रा प्रणवं विना तस्यां तु लम्बरेखान्या तदन्ते च लवित्रवद उकारः स हि विख्यातो लवित्रद्वयतस्तदू एवमन्यानि सर्वाणि अक्षराण्याः भारती लिप्यान यैव लिखितं पुराणं तु प्रशस्यस्ते ब्राह्मं पात्मं वैष्णवं च मार्तण्डं नरदेरिदं मार्कण्डेयमथाग्नेयं कौर्मं वामनमेव च गारुडं लैङ्गमाख्यादं स्कान्दं मात्स्यं नृसिंहकं तथैव गदिदं रामपुराणं कापिलं तथा वाराहं ब्रह्मवैवर्तं शकुनेषु प्रशस्यते शैवं भागवतं दौर्गं भविष्योत्तरमेव च भविष्यं चोपसंज्ञानि त्वन्यानि च विवर्जयेद विमुच्य पुस्तकं रत्नपीडे निक्षिप्य संस्कृतम् धौधवस्त्रधरस्नात्वा शुचिरक्रोधनोज्वरः आदावात्मानमभ्यर्च्य कृत्वा सङ्कल्पमेव च अङ्कुशं चाक्षसूत्रं च पाशं पुस्तकमेव च धारयन्तीं सिदां ध्यायेत् प्रसन्नाख्यां सरस्वतीं गोक्षीरसदृशाकारं त्रिनेत्रं वृषवाहनं सहासवदनं शान्तं शुक्लाम्बरधरं शिवम् हरिणं चाभयं चोर्ध्वबाहुयुग्मं किरीडिनं व्याख्यामुद्रां चं दक्षेधो वामहस्ते वरप्रदम् नानारत्नविभूषाढ्यं गिरिजार्थाम्बुजासनं बहुभिर्मुनिमुख्यैस्तु ध्यायमानपदाम्बुजम् मूर्तिमद्भिस्तथा वेदैस्तूयमानं पुराणकैः अन्यैः समस्तलोकैश्च संसेविदपदाम्बुजं ध्यात्वैवं पूजकः सम्यगादौ पूजां समारभेद आपो वा इदमित्येदत् कलशस्याभिमन्त्रिणम् तज्जलं च गृहीत्वा च पात्रस्थमभिमन्त्रयेद् तत्सत् ब्रह्मेदि मन्त्रेण प्रशस्य प्रणवेन तु आत्मानं सर्वपात्राणि तद आवाहयेदिति यद्वागिदि त्रिचेन्नैव भारती षोडशार्चनम् पुरुषसूक्तेन वा गुर्याद्गायत्र्या वा समर्चयेद। ॐ नमो भगवते अमुकपुराणेदि पुराणमर्चयेद्। काण्डादिः मन्त्रेण दुर्वामानीय पूजयेद्। ॐ नमो भगवत्यै दुर्वायै इति सलोकपालपूजा स्यादथ कन्या समर्चनं वत्सरात् पञ्चकादूर्ध्वं दशवर्षादध शुभाः। अनुत्पन्नऋतुर्वापि तां प्रयत्नेन पूजयेद्। गन्धपुष्पाक्षतैर्धूपैर्दीपताम्बूलभूषणैः पाठयेदप्यमुं मन्त्रं पूजककन्यकामिमां। सत्यं ब्रूहि प्रियं ब्रूहि भगवति सरस्वति नमस्ते नमस्त इति। गायत्र्यानुक्रमार्थात्तु दूर्वायुग्मं तु कारयेत्। सन्निधौ पुस्तकस्याधसहस्र परमेदृचा दूर्वायुग्मत्रयं दद्यात्तस्या हस्ते विचक्षणः। सा प्रक्षिपेत् पुस्तसन्धौ शलाकात्रयमन्वनु। विसृज्यतां पुनर्दद्याच्छिवाभ्यां नम इत्यथ पत्रयोर्मध्यमश्लोककार्यसिद्धेर्हि सूचकः। पूर्वे पत्रे समाप्ति स्यात् श्लोकस्य यदि राघव परपत्रे पठे श्लोकं विविच्यार्थमुदीरयेद्। शनैः शनैः पठेत् प्राज्ञो व्याख्यासेच्च शनैः शनैः। त्वरेहनैः कर्तव्या कुप्यदि त्वरया दुगीः। खडिकायास्तु पादस्यादत्वरा स्यात् तदोधिका। त्वरयेन्न च वक्तारं ज्ञातव्यांश मनुद्विजम्। विविच्य पाठं श्लोकस्य निश्चित्यार्थं च मानसे प्रतीपं तन्न वक्तव्यं विविच्य रघुनन्दन। यदि युक्तमयुक्तं वा श्लोकमन्यं पठेदसौ पुस्तकस्थं च हित्वैव पूजकः सद्विजो। यदि तत्तथैव हि विज्ञेयं विसंवादो न शस्यते। दैवागतो हि स श्लोको दैवं हि बलवत्तरम्। उपश्रुतिषु यद्वच्च नापराधो द्विजस्यदु। विस्मयो न च कर्तव्यो दैवस्य कुडिलागतिः। यत्तत्पदवि पर्यासे पत्रे चोपरिवारिणि तमादेशं तिरस्कृत्य द्वितीयं तु पठेदतः। ततस्तृतीयं पाढ्यं स्यात् ततः कार्यं विवेचनम्। अविसर्गान्तपूर्वास्ते पवर्गेतरपञ्चमाः। स्तुतिलिड्वर्जितश्लोकशकुनेषु प्रशस्यते। अध्यायादिसमाप्तिश्च वृथापत्रं वृथालिपिः। उक्तानुवचनं चैव द्व्युपस्तुतमथैव च दग्धपत्रं नष्टलिपिसन्दिग्धाक्षरमेव च। एतानि शकुने नित्यं वर्जनीयानि पण्डितैः। प्रश्नो हि द्विविधो ज्ञेयो दीप्तशान्तप्रभेदः। शान्तं च द्विविधं ज्ञेयमुत्पत्तिस्थितिवृद्धितः। तत्र शान्तं प्रशस्तं स्याल्लक्षितं पूर्वलक्षणैः। कार्यभेदास्तु वर्ण्यन्ते केचिन्मर्त्योपयोगिनः कस्यचित् कार्यमादाय कश्चित् पृष्ठा भवत्यपि सकरोति तदा प्रश्नं समेत्य स्मरदेत्र किं स पुनर्धार्य पत्रं तत्तस्मिन् पत्रं प्रशस्यते अथवा तत्क्षमोपेदं वैराग्यं परमेव च यथ कुदश्चिद्दृष्टस्तु स्तुतिपादकमेव च परिहृत्य परं चापि तस्मिन्नर्थे शुभावहं मृदो गृह्णादि वागर्थमिति प्रश्नो शुभप्रदः विवादे विजयप्रश्ने जयद्योदकमिष्यते सृष्टिरप्यत्र शास्ता स्यात् क्रूरायां क्लेशदो जयः प्रशान्तायामुपायैस्तु मिश्रायां विड्वरो भवेद् पुरादिवर्णनं यत्तु मध्यमं यदि चोत्तमम् कलिसम्भावनायास्तु शृङ्गारस्योपवर्णने राज्यनिर्वाहचिन्तायां राज्यलिङ्गं शुभावहम् यस्यापि यादृशं योग्यं विचार्य तादृशं बुधैः स्तुतिवैराग्ययो कार्यं विलयपरिकीर्तितः कार्याल्पसिद्धिस्कलितेन च निर्वाहमृच्छसि तस्यान्यार्थस्यान्यभावो रामशान्तिविचारणे विसर्गान्तश्च पूर्वार्थविपर्यासो भविष्यतः सङ्कल्पितान्यथा भावो ह्यध्यायस्य समापने काण्डादेस्तु समाप्तौ दुःस्यात्तत्कार्यविनाशनं तस्मादेतादृशे दोषे शकुनस्य विपर्ययः क्षुदे पुस्तकपादे च त्वाहदे मस्तकादिषु वक्रा वैमाननं यादि तदशकुननाशनं तस्मादेतादृशे दोषे शकुनं परिवर्जयेद उपमायां भवेद्राम कार्याभासो न वस्तुतः सन्तानं भोन्यत्र चोक्ता सृष्टिर्मध्यफलप्रदा स्तुतिप्रशस्ता कुत्रापि गुणवत्कार्यनिर्णये विवाहे चौषधे दाने व्यवहारे कृषौ तथा यथार्था च स्तुतिराम निर्वाहेऽपि न दूषणम् ॐ